नमस्कारः सर्वेषाम् अस्माकं पाणिनीय व्याकरणवर्गे स्वागतं. प्रेरणार्थे निच् विशेषदातवः तस्मिन् तत्र वयम् अजन्तदातवः इत्यस्मिन् विषये स्मः. तत्र ईकारान्तदातवः तदेव वयं गतसप्ताहे किञ्चित् पठितवन्तः, तदेव पुनः एकवारं पठित्वा अग्रे सरामः. ईकारान्तधातूनां पुगागमः प्रीधातुपर्यन्तं गतसप्ताहे दृष्टवन्तः. प्रीणयति इति रूपम् आसीत् प्रीं तर्पणे इति धातुः. तत्र चुरादिगणे यदा तद् अस्ति, तद् धातुः यदा स्वार्थे निच् चुरादिगणे स्वीकुर्मः तस्य रूपं प्रीणयति प्रीणयते इति भवति. यदा निच् अभावः तस्मिन्नेव चुरादिगणे रूपत्रयं प्रयति प्रयते इत्यपि रूपम् अस्ति निच् अभावे इति केचन विशिष्ट नियमेन तत्र प्रीयते प्रयति प्रयते इति रूपं. क्रयादिगणे तु प्रीणाति प्रीणीते इति रूपम् आसीत्. तत्र वार्तिकबलेन तस्य रूपाणि तत्र अस्माकं प्रेरणार्थे निचि प्रीणयति इति नुक् आगमसहितरूपम् तदेव गतसप्ताहे दृष्टवन्तः. ईकारान्तधातूनां पुकागमः अष्टमबिन्दुः, तस्मात् पठामः अद्य ह्री वि रि. उषा भगिनी भवती एव पठति वा? आं भगिनि. ईकारान्तधातूनां पुकागमः ह्री वि रि. ह्री जुहोत्यादिगणे लटि जिह्रेति अर्थः लज्जते. छि ह्रेपयति ह्रेपयति लज्जयति. ह्री इति स्त्रीलिङ्गशब्दः, लज्जा इत्यर्थः. ह्री इति धातु, ह्री इति स्त्रीलिङ्गशब्दः भगिनि, स्त्रीलिङ्गशब्दः, लज्जा इत्यर्थः. ओके, धातु एस् वेल् एस् ओके. व्ली क्रयादिगणे पुवादीनां ह्रस्वः इत्यनेन शिति पुवादीनां ह्रस्वः इत्यनेन शिति ह्रस्वत्वे लटि लटिरूपं व्लिनाति. व्ली इति ह्रस्वत्वं भवति. ओके, व्लिनाति अर्थः गच्छति, समर्थनं करोति, चिनोति. ओके, रि क्रयादिगणे पुवादीनां ह्रस्वः इत्यनेन शिति ह्रस्वत्वे लटि ऋणाति. शिति सो शप् ऋणाति अर्थः मोचयति. पुवादीनां ह्रस्वः पूञ्ज् लूञ्ज् घूञ्ज् ज्या री ली व्ली प्ली स्त्रूङ् स्रूङ् ख्रीङ् वृ शृ पृ वृ भृ मृ धृ झृ झृ धृ नृ खृ ऋ गृ. येषां धातूनां ह्रस्वत्वं भवति क्षितिप्रत्यये परे, क्षितिप्रत्यये परे ह्रस्वत्वं भवति. पु आदिर् येषां ते पुवादयः बहुव्रीहिः तेषां पुवादीनां येन विधिस्तदन्तस्य अलोन्तस्य अचश्च इत्येभिः सूत्रैः येषां धातूनाम् अन्तिमस्वरस्य ह्रस्व आदेशः भवति. पुवादीनां षष्ट्यन्तं पुवादीनां ह्रस्वः पुवादीनां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रं ष्टिबु क्लमुच्चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पुवादीनाम् अचः अङ्गस्य ह्रस्वः शिति. पुवादीनां ह्रस्वः इति सूत्रेण पूयि लूयिङ् डूयिङ् एतेषां धातूनां कृते क्षितिप्रत्यये परः अस्ति चेत् येषां धातूनां स्वरः ह्रस्वत्वं भवति इति सूत्रः वदति. अपवादीनां ह्रस्वः अपवादीनां ह्रस्वः क्षिति इति अनुवृत्तिसहितम् आगच्छति. ष्टिबु क्लमु चमां क्षिति इति सूत्रात् हिति इति अनुवृत्ति आगच्छति. देन् अग्रे पठामि वा भगिनि? अत्र किमर्थम् एकं सूत्रम् उक्तम् अस्ति भगिनि? व्लि रि धातु वयं पठिष्यामः. व्लि रि इति पुवादीनां धातु कृते अस्ति, अन्तर्गणः अन्तर्भूतः अस्ति. व्लि रि इति ईकारान्तधातुः. मोस्ट् आफ् देम् आर् ऋकारान्तधातुः. तत् सत्यं, यदा भवती उक्तवती वीरि इति क्रयादिगणीयधातुः अत्र अन्तर्भवति इति कृत्वा उपादीनां ह्रस्वः इति सूत्रेण तत्र ह्रस्वत्वं भवति सत्यं. परन्तु निचि तस्य प्रसङ्गः अस्ति वा? निचि नास्ति, क्षितिप्रत्यये परः अस्ति चेत् एव अचः ह्रस्वत्वं भवति. सत्यं केवलं तत्र लटीरूपं कथम् आगच्छति इति प्रदर्शनार्थं वादिनां ह्रस्वः उक्तम्. अत्र निचि प्रत्यये निचि इति यदा प्रत्ययः स्वीकुर्मः तत्तु षित् नास्ति किल, अतः तत्र अस्य सूत्रस्य अत्र तु प्रसक्तिः शप् प्रत्ययस्य कृते एव केवलं लटी षित् प्रत्ययः. अग्रिमम् अर्ति ह्रि व्लि रि क्नुयि क्ष्माय् आतां पुं नौ. अस्मिन् सूत्रे त्रयः ईकारान्तधातवः सूचिताः. ह्रि व्लि रि इति अर्ति ह्रि व्लि रि क्नुयि ष्माय् आतां पुं नौ. ओके, एभ्यः धातुभ्यः पुकागमः भवति णिच् प्रत्यये परे. कोऽपि ईकारान्तधातुः अस्ति चेत् यः अस्मिन् सूत्रे न सूचितः तर्हि णिच् प्रत्यये परे तस्य पुक्कागमः न भवति एव. यथा नियोगः णिच् नाययति न तु नेपयति. अर्ति ह्रि व्लि रि क्नुयि ष्माय् यातां पुङ् नौ इति सूत्रेण ह्रि व्लि रि इति धातोः कृते पुक् आगमः भवति. अन्य ईकारान्तधातुः कृते धातोः कृते पुक् आगमः न भवति. यतोहि अर्ति ह्रि व्लि रि क्नुयि ष्माय् यातां पुङ् नौ इति सूत्रेण ह्रि व्लि रि एव उक्तम्. क्नुयि किं भगिनि? क्नुयि आल्सो इस् ओ मे बि देट् इस् नाट् प्रायः अस्मिन् अत्र नास्ति तस्य विषये. ईकारान्तदातवः त्रयं ह्रि व्लि रि तेषां पुक् आगमः भवति निच् प्रत्यये परे. तदेव अस्माकं विषयः प्रायः अर्ति क्नुयि ष्मायि इति किमपि अन्यविषयः अग्रे नास्ति, अग्रे उकारान्तः एव पश्यामः अत्र किम् ध्येयं यत् पुगन्तलघुपदस्य च इत्यनेन न केवलं लघु उपदस्य गुणः अपि तु पुगन्तस्य अपि गुणः. पुगन्तलघुपदस्य च इत्यनेन वयं पठितवन्तः लघु उपदा कृते धातोः कृते गुणः भवति. अत्र लघु उपदा अपि लघु उपदा अपि च पुक् आगमः अपि च गुणः भवति. पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति. पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. अनुवृत्तिसहितसूत्रं पुगन्तलघु उपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. वयं दृष्टवन्तः लघु उपदा अस्ति चेत् धातोः कृते लघु उपदा अस्ति चेत् सार्वधातुक आर्धधातुकप्रत्ययः परः अस्ति चेत् इकः गुणः भवति इति वयं दृष्टवन्तः. अत्र न्यूनविषयः पुगन्त पुक् अन्त पुक् आगमः भवति चेत् एव भवति चेत् चेदपि इकः गुणः भवति इति. एतावता वयं तत् न दृष्टवन्तः किल इदानीमेव प्रथमवारं पुक् आगमः भवति. किम् ह्री योगः णिच् अर्ति ह्री व्ली री क्नूयि श्माय् आतां यातां पुङ् नौ. ह्री योगः इति सूत्रेण पुक् आगमः भवति णिच् प्रत्यये परः अस्ति चेत्. पुक् इति ककारः सो धातोः अनन्तरम् आयाति. ह्री योगः पुक् योगः णिच् ह्रीयोगः पकारः पकारः योगः इ इति अस्ति. ह्रीप् ह्रीप् योगः इ इति भवति. ह्रीप् योगः इ ह्री इति ईकार इ अस्ति दीर्घ ईकार दीर्घ ईकार कृते लघु उपद नास्ति. पुक् आगमः भवति. पुक् आगमः कारणात् गुणः भवति पुगन्तलघुपदस्य च इत्यनेन गुणः भवति. ह्रेप् योगः इ इति भवति. ह्रीप् ह्री इति ह्रे इति भवति. ह्रेप् योगः इ सनात्यन्तधातवः इत्यनेन ह्रेपि इति निजन्तधातुः धातु भवति. ह्रेपि योगः अनन्तरं शप् शप् आयाति ति प्रत्ययस्य कृते. ह्रेपि योगः शप् योगः ति लटिरूपं ह्रेपयति ह्रेपयति. ओ ह्री पुवादीनां नाट् फर् दिस् ओके तदेव मम प्रश्नः आसीत् किमर्थम् अत्र उक्तम् इति. पुवादीनां ह्रस्वः इति केवलं क्षिति प्रत्यये लटि एव तत्र निजन्तेषु तस्य प्रसङ्गः नास्ति. ह्री इति पुवादीनां नास्ति. ह्री पुवादीनां सत्यं व्ली री एव तत्र पश्यामः. व्ली पठतु. व्ली योगः णिच् अर्ति ह्री व्ली री क्नूयिक्ष्मा यातां पुङ् नौ इत्यनेन व्ली पुक् आगमः भवति. व्ली योगः पुक् योगः णिच् इति स्थिते व्ली योगः पकारः योगः इ इति भवति. व्लिप् व्लिप् योगः इ इति भवति. पुगन्तलघुपदस्य च इत्यनेन पुक् आगमकारणेन गुणः भवति. व्लेप् योगः इ व्लेपि इति नूतनधातुः भवति. सनात्यन्तदातवः इत्यनेन धातु कृते लटिरूपं. व्लेपि योगः शप् योगः ति व्लेपयति. व्लेपि हियर् आल्सो पुवादीना ह्रस्वः नीड् नाट् बि देर् अट् आल् भगिनि. अचः अत्र न भवति. अत्र न भवति तदेव पूर्वमपि उक्तवती. अत्र न भवति. ऋणाति व्लिनाति इति ह्रस्व एव व्लीनाति इति न भवति. केवलं लटि एव लटि एव जस्ट् फर् जस्ट् टु शो लटि देयर् शोयिङ्ग् व्लिनाति अण्ड् ऋणाति क्षितिपरे एव कार्यम्. री योगः णिच् अर्ति ह्री व्ली री क्नुयिष्मा यातां पुङ् नौ इत्यनेन पुक् आगमः भवति. री योगः पुक् योगः णिच् री योगः पकारः योगः इ रीप् योगः इ पुगन्तलघुपदस्य च इत्यनेन पुक् आगमकारणेन गुणः भवति. रेप् योगः इ रेपि नूतनधातुः भवति. रेपि रेपि लटिरूपं. रेपि योगः शप् योगः ति रेपयति इति लटिरूपं रेपयति. अत्र षड् धातवः सन्ति ऋ अर्ति ह्री लि ह्वीष्मायि यातां पुनौ इत्यत्र षड् धातवः ऋ इति प्रथमधातुः तस्य एव अर्ति इति रूपं ह्री लि रि नूय् ष्माय् तत्र नूयि इति न तत्तु धातुनिर्देशः स्तिपा धातुनिर्देशः अतः क्नुयि ष्माय् इति रूप इति दातवः तेषां रूपं कथं भवति इत्युक्ते अर्पयति रु धातोः अर्पयति ह्री धातोः ह्रेपयति यदा वयम् इदानीं दृष्टवन्तः ब्लि ब्लेपयति रि रेपयति क्नुय् इति धातुः क्नोपयति इति रूपम् ष्माय् इति धातुः श्मापयति इति रूपम् आगच्छति. अतः ईकारान्तः तु ह्री ग्लि रि एव यदा तत्र अर्ति इति पश्यामः चेत् तद् स्तिपा निर्दिष्टमुयि इति दातवः तादृशमेव. समीचीनम्. अस्तु, धन्यवादः भगिनि. धन्यवादः भगिनि. विजया भगिनि, इन् इक् दातु. आं महोदय, इन् इक् धातु इन् गतौ अदादिगणे लटि एति इतः यन्ति इत्यादीनि रूपाणि. नौ गमीरबोधने निचिपरे इन् धातुः गत्यर्थे न तु बोधनार्थे चेत् गम् इति धात्वादेशः भवति, न बोधनम् अबोधनं नञ् तत्पुरुषः तस्मिन् अबोधने. गमीपदे इकारः उच्चारणार्थः. नौ सप्तम्यन्तं गमी प्रथमान्तम् अबोधने सप्तम्यन्तं त्रिपदमिदं सूत्रम् इनो गा लुङि इत्यस्मात् इनः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अबोधने इनः गमि नौ. तत्र निचिपरे इन् धातुः गत्यर्थे एव आगच्छति, न तु बोधनार्थे. गम् इति धात्वादेशः भवति, न बोधनं. तावदेव गमस्ति अत्र प्रथमपङ्क्ति. एतत् निचिपरे इन् धातुः गत्यर्थे एव आगच्छति, न तु बोधनार्थे इति तत्र दत्तम्. अनुवर्तसहितसूत्रम् अबोधने इनः गमि नौ, गमिः नौ इति. इन् गत्यर्थे योगः निच् नौ गमेरबोधने इत्यनेन गम् इति धात्वादेशः. गम् योगः इ निच् इकारः एव तिष्ठति अत्र. गम् इति अमन्तः इत्यस्मात् जनि दृष्बणसुरे सुरञ्जो मन्ताश्च इति गणसूत्रेण मित् संज्ञा. अतः उपादायः इत्यनेन उपादायम् अतः वृद्धिः निचि निति प्रत्यये परे गाम् इति वृद्धिः भूत्वा गाम् इति भवति. अनन्तरं गां योगः इ मितं ह्रस्वः इत्यनेन मित् धातूनाम् उपादायः वरः ह्रस्वः. इदानीं गमि इति निजन्तधातुः गमयति इति अन्तिमरूपम्. तत्र इन् गतो धातोः निच् योजनेन नौ गमीरबोधने इति सूत्रेण गम् इति धातुः गम् योगः इ योगः गमि इति भवति. अनन्तरम् अमन्तम् आगच्छति गणसूत्रेण जनि धूष्मणसुरञ्जो मन्ताश्च इति गणसूत्रेण मित् संज्ञा भवति. अतः तत्र उपादायाः वृद्धिः भवति, वृद्धिः भवति निति निति प्रत्ययपरे अस्ति चेत्. अतः तत्र वृद्धिः भूत्वा गाम् इति भवति, गामि इति. इदानीं मितं ह्रस्वः इति सूत्रेण तत्र ह्रस्वत्वं भूत्वा स्वरे ह्रस्वत्वं भूत्वा गमि इति भवति. अनन्तरं निजन्तधातुः एतत्, अतः तत्र प्रथमं गमि सार्वधातुक अर्धधातुकयोः इति सूत्रेण गमे इति भवति. अनन्तरं तत्र यचोयव यावः इति सूत्रेण गमय इति भवति. ति योजनेन गमयति इति अन्तिमरूपं निजन्तधातुः. अग्रे पठामि भगिनि. सत्यम्, एकनिमिषं भगिनि. तत्र इङ्गतौ इति धातुः परन्तु रूपं यदा पश्यामः तत्र तत्र कम् इति धातु आदेशः अभवत्. निचि परे इन् धातोः यदा गत्यर्थकः नास्ति परन्तु बोधनार्थः अस्ति चेत् गम्य गम् इति धातु आदेशः अवगमयति अवगम्यते अवगमयति सत्यं तादृशरूपं बोधनार्थे किल तत्र गम् इति आदेशः. आं भगिनि इदानीम् अग्रे पठतु. प्रति उपसर्गपूर्वकः इन् धातुः बोधनार्थे भवति. इदानीं प्रति उपसर्गम् आगच्छति चेत् तत्र बोधनार्थे एव न तु तत्र गत्यर्थः प्रतियोगः ई योगः निच् अचोन्निति इत्यनेन वृद्धिः भवति. प्रति योगः ऐ भवति ईकारस्य स्थाने ऐकारः भवति. अनन्तरं निच् इत्यनेन ईकारः प्रतियोगः ऐ योगः ई यचोयवायावः इत्यनेन आय् आदेशः भवति. इदानीं प्रतियोगः आयोगः ई प्रतियोगः आयि इति भवति. इको यनुचि इत्यनेन यनादेशः भवति. प्रत्यायि इति हिन्दुधातुः प्रत्याय प्रत्याययति इति अन्तिमरूपम्. प्रति इति उपसर्गपूर्वकम् अस्ति चेत् प्रतियोगः ई योगः निच् तत्र अचोन्यति इति सूत्रेण इकारस्य स्थाने ऐकारः वृद्धिः भवति. अनन्तरं यचोयवायावः इति सूत्रेण ऐ स्थाने आय् आदेशः भवति. इदानीं प्रतियोगः आय् योगः ई प्रत्ययि इति न प्रतियोगः आय् योगः ई प्रतियोगः आय् आयि इति भवति. अनन्तरम् इको यनचि इति सूत्रेण यनादेशः भवति. अतः तत्र प्रत्यायि इति भवति. अनन्तरं निजन्तरूपं प्रत्ययाययति प्रत्याययति इति अन्तिमरूपं निष्पन्नं भवति. बोधनार्थे एव अर्थे बोधनार्थे अग्रे भगिनि एवं प्रत्ययः इति शब्दः एवं प्रत्ययः इति शब्दः बोधनार्थे प्रतियोगः इ अच् किमर्थम् अत्र अच् अच् इति तत्र प्रत्ययः प्रत्ययः इति शब्दस्य प्रत्ययः अच् व्युत्पत्तिः कथम् इति प्रत्ययः इति शब्दः वयं वारं वारं वदामः किल प्रत्ययः प्रत्ययः इति तस्य व्युत्पत्तिः कथं भवति इति प्रत्ययः इति शब्दः यदा बोधनार्थे भवति तत्र प्रति इति उपसर्गपूर्वक इण् धातोः तत्र अच् इति कृत् प्रत्ययः. अच् इति कृत् प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा? अर्धधातुकः. अतः गुणः सार्वधातुकः भवेत् अर्धधातुकः किमपि परन्तु अत्र गुणः भवति. प्रति ईकारस्य गुणः एकारः प्रतियोगः एकारः योगः चकारस्य तु हलन्त्यम् इत्यनेन लोपः. एकार अकारयोः सन्धिः एचो एकारः किल एकारः अकारः एचः परे अचि ऐकारः न गुणः नास्ति. एकारः योगः अकारः एचो यवायावः किल अतः तत्र अयादि अयादि सन्धिः अयादि इदानीं प्रतियोगः ऐ प्रत्यय तदेव प्रत्ययः प्रत्ययः प्रत्ययः इति रूपम् आगच्छति. तत्र यदा वयम् अनन्तरं प्रातिपदिकं सिद्धम् अनन्तरं सुप्यदा योजयामः प्रत्ययः इति रूपम्. प्रत्ययः इत्यस्य व्युत्पत्तिः तदपि इङ्गतौ इति धातुतः एव आगच्छति इति ते वदन्ति. समीचीनम्. एकं पङ्क्तिं पठितवती एकनिमिषम्. when there are six astu putra asti tasya informing but not of going iti arte tatra ingata udato ho rupam tadrsham agacchati pratyayayati adighamayati iti parantu tatra कत्यर्थकः नास्ति बोधनार्थकः अतः एव इन्फार्मिङ्ग् इन्फार्मिङ्ग् इन्फार्मिङ्ग् इत्युक्ते किं बट् दट् आफ् नाट् इन् दाट् इन् द सेन्स् आफ् गोयिङ्ग् बट् दट् आफ् इन्फार्मिङ्ग् सत्यं कासल् फार्म् तत्र अस्माकं निच् प्रत्ययः अस्तु धन्यवादः महोदय इदानीं पठितुं शक्यते वा इक् धातुः इक् स्मरणे अदादिगणे नित्यम् अधि उपसर्गपूर्वकः लटी अध्येति अधीतः अधीयन्ति इत्यादीनि रूपाणि इण्वदिकः इति वाक्यकेन इक् धातोः इण्वद्भावः अनेन इन् धातोः येन केनापि सूत्रेण यत्किमपि कार्यं भवति तेनैव सूत्रेण इक् धातोः अपि तदेव कार्यं भवति अतः इणो यण् इत्यनेन अजादिपत्ये परे यणादेश इक् धातोः अपि भवति अत्र णौ गमिरबोधने इत्यनेन णिचिपदे गत्यर्थे अबोधने अस्ति अबोधने गम् इति धात्वादेशः इकः इक् धातोः अपि भवति गति इत्यस्य चत्वारः अर्थाः सन्ति गमनं ज्ञानं प्राप्ति मोक्षः च बोधनार्थे इत्युक्ते ज्ञानार्थे ज्ञानार्थम् अज्ञानार्थे ज्ञानार्थम् अतिरिच्य अपरेषु त्रिषु अर्थेषु अन्यतमः भवति चेत् गमादेशः इति तात्पर्यम् इक् धातुः स्मरणार्थे अस्ति माता वदति यत् व्याकरणक्षेत्रे स्मरणं ज्ञानार्थकः नास्ति काशिकायां च दत्तमस्ति यत् इण्वदिक इत्येव अधिगमयति नाम इण्वदिकः इति वार्तिकस्य बलेन एव गम् आदेश अर्थम् अवलम्ब्य इक् धातोः गम् आदेशः इति न अत्र इण्वदिकः इति वयं दृष्टवन्तः पूर्वमपि तत्र अदादिगणे दृष्टवन्तः अतः इण् धातोः येन केनापि सूत्रेण यत्किमपि कार्यं भवति तद् इक् स्मर इक् धातोः स्मरणे इत्यस्यापि भवति इति एतत् वार्तिकं भवति अतः वयं दृष्टवन्तः इणोयण् इत्यनेन अजादिपत्ये परे यणादेशे यणादेशः इक् धातोः अपि भवति इति इणोयण् इत्यस्य यद्यपि सूत्रमस्ति इणोयण् इति इणः यण् अत्र इकः अपि यण् भवति इक् धातोः अपि यण् भवति इति वयं दृष्टवन्तः अतः तथैव अनेन वार्तिकेन वार्तिकस्य बलेन णौ गमिरबोधने इत्यनेन णिचि परे गत्यर्थे अबोधने गम् इति धात्वादेश इदानीम् इक् धातोः अपि भवति इति अस्ति इदानीम् अत्र गति इत्यस्य चत्वारः अर्थाः इति गमनं ज्ञानं प्राप्तिः मोक्षः च बोधनार्थे इत्युक्ते ज्ञानार्थे ज्ञानार्थम् अतिरिच्य अपरेषु त्रिषु अर्थेषु अन्यतमः भवति चेत् गमादेश इति तात्पर्यम् इक् धातुः स्मरणार्थे अस्ति अतः इक् धातुः स्मरणार्थे अस्ति ज्ञानार्थकः नास्ति तादृशं व्याकरणशास्त्रे व्याकरणशास्त्रे इति ओके काशिकं दत्तमस्ति इणोदिक इत्येव अधिगम्यति अधिगमयति नाम इणोदिकैवार्तिकेन बलेन एव गम् आदेशः अर्थम् अवलम्ब्य इक् धातोः गम् आदेशः इति न अर्थम् अवलम्ब्य इक् धातोः गम् आदेशः न केवलं तत्र इणोदिकः इत्यनेन एव भवति इति अत्र अत्र तस्य बलेन एव तस्य बलेन एव भवति न तु अबोधने इत्यनेन भवति वा सत्यं तादृशं नास्ति इति वदन्ति तत्र चत्वारः अर्थः अस्ति वयं तु बोधनार्थे एव तत्र गम् धातोः धातु आदेशः इति दृष्टवन्तः किल इन् धातोः कृते अत्रापि इन्वद्भावः अस्ति इन्वद्भावः तु अस्ति एव परन्तु अस्मिन् इन् इक् धातोः कृते तत्र वार्तिकस्य बलेन एव गम् आदेशः न अर्थम् अवलम्ब्य नास्ति बोधनार्थे वा भवतु किमपि तत्र बोधनार्थे इत्युक्ते ज्ञानार्थे, ज्ञानार्थम् अतिरिच्य अपरेषु त्रिषु अर्थेषु अन्यतमः भवति चेत् गमादेशः इति भवति. इत्युक्ते यदा गमनं प्राप्तिः मोक्षः अस्ति चेत् गमादेशः भवति. ज्ञानमिति बोधनार्थे अस्ति किल, तस्मिन् समये गमादेशः धातोः स्मरणम् इति बोधार्थ एव नास्ति, अतः तत्र नास्ति न भवति इत्येव. सत्यं सत्यं, यदा इण्धातोः दृष्टवन्तः तत्र बोधनार्थे एव गम् आदेशः किल, अत्र तादृशः नास्ति, अत्र तादृशः नास्ति. परन्तु वार्तिक वार्तिकबलेन गम, परन्तु गमादेशः तु भवति एव, परन्तु वार्तिकस्य बलेन, न तु अर्थ अर्थरीत्या अर्थमाश्रित्य नास्ति. अग्रे सदा अधि उपसपेक्षा भवति इति वयं दृष्टवन्तः पूर्वम्, अतः अधियोग इक् योग णिच् योग इति भवति, अधियोग ईयोग इ इति अस्ति. इदानीम् इणुमद् इकः इत्यनेन इक् धातोः इण्वद्भावः, तर्हि इण्वद्भावः इत्युक्ते नौ गमिरबोधने इत्यनेन गत्यर्थे गम् इति धात्वादेशः, अधियोग गम् योग इ इति, इदानीं गम् इति इदानीं गम् इति अस्ति, गम् इति अमन्तः, अतः जनी जृ श्वनु श्व श्वन स्न स्वन क्षमतां स्व सुरञ्जोमन्ताश्च, जनी जृ स्न सुरञ्जो मन् अमन्ताश्च इति गणसूत्रेण मित्संज्ञा, अतः मित्संज्ञा अस्ति, अतः अथ उपादाय इत्यस्य उपादायाम् इति वृद्धिः प्रत्ययपरे भवति, निति इति प्रत्ययपरे, अधि गाम् इति यदा जाते मितां ह्रस्व इत्यनेन तत्र मित् धातूनाम् उपादायाः ह्रस्वः भवति, अतः अधिगमि अधिग अधिगमि इति निजं धातुः अधिगमयति इति रूपम्. अत्र गम् इति अस्ति, अत्र अमन्त अस्ति, अकारान्त अमन्त इत्युक्ते अकारयुक्तमकारः अपूर्व अस्तु, अतः अस्तु गणसूत्रेण भवति तत्र अमन्तानां तत्र मिसंज्ञा भवति, अतः तत्र अतौपदायादि यदि अतौपदाय इत्यनेन यद् वृद्धिः अभवत् तद् पुनः तत्र ह्रस्वत्वं प्राप्नोति, अतः अधिगमयति इति रूपं भवति. सूत्रमेव उक्तम् अत्र अष्टाध्यायी डाट् काम् मध्ये गणसूत्रं, परन्तु तस्य विवरणं तु नास्ति. गणसूत्रम् इति किमपि अस्ति किल तत्र द्रष्टव्यं, गणपाठे तत्र द्रष्टव्यमस्ति, अत्र नास्ति. अत्र सूत्रं तु उल्लिखितमस्ति परन्तु विवरणं नास्ति. छेदः कथं भवति, केषां मित्संज्ञा भवति इति आम्, तदेव मम जिज्ञासा. तत्र छेदः अपि जृष्वण सञ्चो मन्तश्च सत्यम् अमन्तश्च जनी जृष्वणु श्वन सुर इति वा, तद् तादृश तत्र कथं छेदः भवति इति णसु भगिनि, कणसु कणसु इति कणसु इति वा, षकारः जृष् जृष् अनन्तरं कणसु कणसु रञ्ज रञ्ज अमन्ताश्च इदानीं सत्यं जानी जृष् रञ्जेश्च इति सूत्रमासीत् किल, तदेव किल रञ्जो रञ्ज जृष् खणासु. ओ अस्तु, धन्यवादः भगिनि. अस्तु इति इङ्क् अभवत्, धन्यवादः महोदय. आम् पुनः उषा भगिनि, उकारान्त ऊकारान्त दातव्यम् आं भगिनि. ऊकारान्तदातवः ऊकारान्तदातवः च उकार ऊकारान्तधातूनां सामान्यव्यवस्था अचोङ्निति इत्यनेन वृद्धिः एचो अयवायावः इत्यनेन आव् आदेशः भू योगः णिच् भौ अचोङ्निति इत्यनेन भौ भौ योगः इ भावि इति निजन्तधातुः लटिरूपं भावयति इति लटिरूपम् अत्र एक एव अपवादः धूञ् कम्पने चुरादिगणे धातु लटि दूनयति अथवा दूनयते द्वति दवति दवति अथवा दवते दूनयति दूनयते दवति अपि दवति दवते ओके धूञ् प्रीङोर् नुक् वक्तव्यः धूञ् प्रीङोर् नुक् वक्तव्यः इति वार्तिकेन णिचि परे धूञ् प्रीङ् इति धात्वोः नुक् आगमः भवति धूञ् योगः णिच् धू योगः नुक् नुक् आगमः भवति वार्तिकेन धूञ् प्रीङोर् नुक् वक्तव्यः इति वार्तिकेन नुक् आगमः भवति धू योगः नुक् योगः णिच् इ धू योगः नकारः योगः इ धूनि इति निजन्तधातुः नूतनधातुः लटि तस्य लटिरूपं दूनयति दूनयति धूञ् कम्पने कम्पने कम्पने चुरादिगणे लटि दूनयति निजन्तधातु लटि अपि धूनयति लट् ओके ओ दवति इति निच्छि लटि नास्ति दवति दवते ऐ गेस् तत्र यदा एतेन वार्तिकेन एव प्रीधातोः रूपाणि दृष्टवन्तः गतसप्ताहे प्रीणयति विकल्पेन निच् अभावे प्रयति प्रयते इति आसीत् चुरादिगणे एव भूमि प्रीणेर्नुक् वक्तव्यः अनेन नुक् आगमः अभवत् तदेव पुनः तत्र प्रीधातुः इदानीम् उकारान्त उकारान्तेषु धूयीं धातु अतः एव तत्र रूपद्वयं निचि एव रूपद्वयं क्षम्यतां चुरादिगणे एव रूपद्वयं दूनयति धवति अपि तत्र किमर्थम् इति दृष्टवन्तः वा इति एकवारं पश्यति तत्र केषाञ्चन धातूनां तत्र एकं सूत्रमपि आसीत् चुरादिगणे कम्पने भवति प्रक्रिया अस्ति वा इति पश्यामः अचोमिति भवति किञ्चित् निच् प्रकरणे तु अचोमिति अभवति परन्तु तत्र किमपि विशिष्टसूत्रमस्ति 7337 सूत्रं 7337 किम् युक् आगमः भवति युक् आगमः तु न भवति किल अत्र बट् शा चा सा क्वा व्या नो नाट् धू तत्र दोषाय प्रायः सूत्रसङ्ख्या उक्तवन्तः. निच् प्रकरणे ओ विधूनने जुक् भगिनि ओ विधूनने ओ नाट् डू दट् दट् डू इस् डिफ्रेण्ट् ऐ गेस् ओ विधूनने जुक् नो कुत्र अस्ति सूत्रसङ्ख्या 3 1 7 3 37 इत्येव लिखितं, परन्तु एकः 1 इति अपि अस्ति. किं सूत्रसङ्ख्या प्रायः दोषेण अनेन एव तत्र रूपं एतादृशरूपम् आगच्छति. अस्माकं पाठे वयं किमर्थं न दृष्टवन्तः इति न जाने. सूत्रसङ्ख्या अस्ति वा दिकशति निच् प्रकरणे 2 3 इत्येव अस्ति. 7 3 अनेन तत्र रूपं तादृशम् आगच्छति. दूनयति दवति दूनयते दवते इति रूपम्. अन्यत्र कुत्रापि अस्ति वा पश्यामि, परन्तु अनेन कारणेन एव तत्र चुरादिगणे एव रूपम् एतादृशम्. अनेन नुक् आगमः भवति. दूनयति इति निजन्तरूपं, परन्तु चुरादिगणे तु दूनयति धवति इति रूपम्. धू कथं ध अभवत् इति द्रष्टम्. एतत्तु अभवत् किल भगिनि दूनयति पर्यन्तम्? आं भगिनि आम्. अस्तु अस्तु धन्यवादः. विजया भगिनि ऋकारान्त ऋकारान्तदातवः ऋकारान्तदातवः ऋकारान्तदातवः च जागृ धातुः जागृ विच्छिन्नल् निच्सु जागृ धातुः गुणः भवति. विच्छिन्नल् नित् इत्येषां प्रत्ययानां पर्युदात्ते. वि इति प्रत्ययः विशेषः, चिन् इति लुङ् लकारस्य, नल् इति लिट् लकारस्य, नित् इत्यनेन हित् सम्यकः लकारः इनस्य. वि नित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति. चिन् नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति. अन्यत्र सर्वत्र गुणः भवति एव. अचो ञिति किञ्ति इत्यनयोः अपवादः. विच्च चिञ्च नल्च निच्च तेषाम् इतरेतरद्वन्द्वः विच्छिन्नल् नितः न विच्छिन्नल् विच्छिन्नल् नितः अविच्छिन्नल् नितः. तेषु अविच्छिन्नल् नित्सु जाग्रः षष्ट्यन्तम्, अविच्छिन्नल् नित्सु सप्तम्यन्तं, निजेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जाग्रः गुणः अविच्छिन्नल् नित्सु इति. अत्र जागृ इति षट् सप्तधातवः इत्र जागृ इति सप्तधातवः पूर्वमेव दृष्टवन्तः. तेषु एकः जागृ धातुः इति. इदानीं जागृ विच्छिन्नल् नित्सु इति धातुः गुणः भवति. विच्छिन्नल् नित् इत्येषां प्रत्ययानां पर्युदासे इत्युक्ते यदा विच्छिन्नल् नित् एते प्रत्ययाः नास्ति चेत् तस्मिन् तत्र गुणः भवति विहाय, एतान् विहाय इति अर्थः. अत्र किमपि नास्ति खलु भगिनि? आं तदेव, तत्र जागृ इति विशेषधातुः सर्वदा तस्य रूपं विशेषरूपेण एव आगच्छति किल जागृ विच्छिन्नु इति सूत्रेण. तत्र यदा तत्र धातोः गुणः भवति, परन्तु किं विच्छिन्नल् नित् एतेषां प्रत्ययानां विहाय प्रत्ययान् विहाय तत्र जागृतातोः गुणः भवति. चिन् नल् इत्यनयोः विषये विषये एव वृद्धिः भवति, अनन्तरम् अन्यत्र गुणः एव भवति. इदानीम् इत्यनेन अनन्तरं किं इति च इत्यनयोः अपवादः, तत्र गुणः भवति. एतत् अपवादसूत्रमस्ति, अतः तत्र कार्यं नास्ति खलु भगिनी अत्र. जागृधातुः सामान्यतया तस्य गुणः न भवति, परन्तु अनेन सूत्रेण विशिष्टरूपेण तस्य गुणः भवति. अचोनिति निति च इत्यनयम् अपवादः, अतः तस्य गुणनिषेधः अपि नास्ति, वृद्धिः अपि नास्ति, परन्तु अनेन सूत्रेण गुणः भवति. चिन् यदा नल् इति प्रत्ययः परः अस्ति चेत् वृद्धिः भवति. वा अथवा ङित् इति विषय इति प्रत्ययः परः अस्ति चेत् गुणनिषेधः भवति, परन्तु अन्यप्रत्ययः अस्ति चेत् गुणः एव भवति. अस्माकं विवक्षा किं निच् प्रत्ययः किल, अतः तत्र गुणः एव भवति. तदेव विषयः तत्र. अवगतं किल? जागृयोगः निच् मिदेर्गुणः इत्यस्मात् अपि गुणः भवति. एतदपि अनुवर्तितसूत्रमत्र जागृयोगः निच् अचोन्यति इति प्रभाद्य जागृ विचिन्नल् निच्छु इति इत्यनेन गुणः भवति. एतत् अचोन्यति इति तत्र अपवादरूपेण एतद् भवति. एतत् प्रभाद्य एव जागृ विचिन्नल् निच्छु इति सूत्रं सूत्रेण गुणः भवति. इदानीं जागृ जागर् इति भवति, उरन्द्रपरः इति इदानीं जागर् योगः इ योजनेन जागरी इति भवति. इजन्तधातुः जागरयति इति भवति. जागरयति इति एव अस्माकं निजन्तधातु. यदा लुङ्लकारे वा अन्यप्रत्ययः योजयामः चेत् तत्र भिन्नकार्यं भवति, परन्तु प्रेरणार्थे निचि तु जागरयति इत्येव रूपं गुणः भवति जागृ विचिन्नल् निप्सु इत्यनेन. तावदेव तत्र विषयः. धन्यवादः भगिनि. महोदय धृ नृ जृ धृ नृ जृ दातवः इमे त्रयः दातवः मितः, अतः उपधायां स्थितस्य अचः रसत्वं भवति मिताम्रस्वः इति सूत्रेण. धृ इति भये क्रयादिगणे लटि धृणाति अर्थः विदारयति बिभेति. यदा भयार्थे अस्ति तदा घटादिगणे पठितः अतः मिचि मिताम्रस्वः इत्यनेन उपधायां स्थितस्य अचः रसत्वम्. अतः मिचि भये धरयति धृ धी भये धरयति रस्वः दारि इति भवति. अनन्तरं दारि दारि इति धरयति इति रस्व मितां रस्व अन्यार्थेषु भयार्थे एव भयार्थे एव खलु भयार्थे भये एव दत्तमस्ति. अतः धरयति इति भयार्थे अन्या धारयति इति नृ नये क्रयादिगणे अर्थः टु ब्रिङ्ग् टु लीड् लटि नृणाति अत्र मिता ये अत्र क्रयादिगणे नृणाति नृ दृ एते मितामृस्वः इत्यनेन एव भवति वा? आं सत्यं तत्र आं क्रयादिगणे आं सत्यं नृणाति नृणाति न भवति नृणाति एव नृणाति. यदा नयनार्थे इत्युक्ते प्रापणार्थे अस्ति तदा घटादिगणे पठितः अतः निचि मितां ह्रस्वः इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम्. अतः निचि नये नरयति अन्यार्थेषु नारयति. अत्र तत्र ह्रस्वत्वं स्वाधीनह्रस्व इत्यनेन भवति वा अत्र अनेन स्वाधीनह्रस्व इत्यनेन ह्रस्वत्वम् अत्र कुत्र महोदय? नृ धातु क्रयादिगणे अत्र उपरि अस्ति क्रयादिगणे तत्र प्वादि ऋस्वैतरेण तत्र प्वादिगणे सोरि प्वादि इति अन्तर्गण प्वादीनां ह्रस्वः तद् यदा वयं जृ जृ दृ नृ अस्ति अत्र अत्र अस्ति दत्तमस्ति एते तथा सन्ति अवगतम् अवगतम् तत्र आं यदा भगिनी पठितवती तत्र ऋ जृ इति आसीत् किल आम् ऊञ् लूञ् पृ अस्ति दृ अपि अस्ति जृ अपि अस्ति किल आम् अस्ति अनेन ह्रस्वत्वं परन्तु मितां ह्रस्वः किमर्थम् अत्र धातुपाठे अस्ति भगिनि अत्र किमस्ति चेत् तत्र वस्तुतः मकारः अस्मिन् धातुः नास्ति एव मित् धातुतः किमर्थं भवति इति अस्मिन् यत्र भिन्नैः गणसूत्रैः अनेकधातवः मित्सञ्जकाः उच्यन्ते सुरादिगणे विद्यमानं गणसूत्रं ण्यपादयो मितः इत्यनेन ण्यप यम छः रः बल छिञ्ज एते षट् धातवः मिच्छसञ्चकाः भवन्ति पूर्वमेव दृष्टवन्तः एतत् स्थापितवन्तः पूर्वमेव अतः तत्र एतत् इदानीं भवान् पठितवान् खलु एतत् दृ नृ दृ एतत् पूर्वमेव चुरादिगणे अन्तर्गणः भवति मित्त्वं भवति अतः एव तत्र मितां ह्रस्वः इति सूत्रेण तत्र अत उपादायाः इति स्थितस्य ह्रस्वत्वं भवति धन्यवादः अनेन एव धातोः विधारयति बिभेति इति अर्थे परन्तु बिभेति अति अर्थे न भवति किल विशिष्टधातु धारयति इति विधारयति इति अर्थे विधारयति तु ब्रेक् विधारणं विधारणं हिन्दीभाषायां धरयति धरति तदेव मम तदेव चिन्तितवती तत् वा इति पद्धित भवत् तस्य अग्रे जृ धातु अस्ति जृ धातु दिवादिगणे क्रयादिगणे चुरादिगणे च त्रिषु गणेषु द्विवादिगणे निष्प्रत्ययः वैकल्पिक इति कृत्वा एकं रूपं भ्वादिगणवत् इत्यतः माता भ्वादिगणे अपि इति वदति लटि जीर्यति लटि जीर्यति जृणाति जरयति जरति इति अर्थः टु ग्रो ओल्ड् टु पेरिश् टु बि डिसाल्व् टु डैजेस्ट् टु ब्रेक् अप् आर् फाल् इति जनि जृ स्मसु रञ्जोमन्ताश्च इति ग्रन्थरूपेण जनि जृषस्मसु रञ्ज एते चत्वारः धातवः च येषां धातूनाम् अन्ते अमिति अंशः भवति यथा गम रमणं येषां धातूनां निसंज्ञा भवति तदा मिता मितां रसित्यनेन उपधायां तस्य अचहरस्वत्वम् अतः निति परे अचहरस्वत्वम् अतः निति चरयति इति भवति अत्र जरयति जृ इति दत् जृ इति दत्तमस्ति अस्मिन् जृषि इति जृषि इति दत्तमस्ति अतः निजि जरयति इति भवति जरयति इत्युक्ते जरा इति शब्दः एतस्मात् आगच्छति वा आमां जरामरण इति जरा इति तत्र आङ्ग्लभाषायामपि तदेव अस्ति खलु तस्मिन् अर्थे एव अस्ति खलु ज्येष्ठः जेरियाट्रिक्स् जरा इति अस्मादेव जेरियाट्रिक्स् आम् आगतम् इति आं सत्यं तत्तु सत्यम् जृ धातुतः एव जरा जरयति जृष् इति धातुः जृष् महोदय, रूपाणि द्रुयोगः णिच्. अस्तु, द्रुयोगः णिच् अस्ति. अचोणिति इत्यनेन वृद्धिः, दार्योगः इति अस्ति दारि इति, तदा मितामृत्व इत्यनेन भयार्थे तत्र धृभये इत्यनेन तत्र मितामृस्वः घटादिगणः, तदा घटादिगणः भयार्थ अस्ति घटादिगणः. अतः मितामृत्वः दरि इति धरयति. नृ निच् नार् तत्र अचोणिति इत्यनेन वृद्धिः, नार् नारी मितामृत्व नरि निजन्तधातुः नरयति, नृ नयति नृ नरयति नरः अनेन अनेन एव भवति प्रायः नरः. नृ नृ इति शब्दरूपमपि अस्ति किल, नृ नरौ नरः, तद् नृ पिताशब्दवत् पिताशब्दवत् ऋकारात् नर एव अस्ति. अतः इति अर्थे अस्ति यः लीड् करोति नरः नरयति नरयति जूयग निच् अचोणिति इत्यनेन वृद्धिः, जार् जारि इति भवति मृतां दत्वा इत्यनेन जरि जरयति इति रूपं धारयति नरयति जरयति रूपाणि नरयति नरयति जरयति. पुनः उषा भगिनी स्मृ धातु. आं भगिनि, स्मृ धातुः, स्मृ आद्याने वादिगणे, लटि रूपं स्मरति, अर्थः स्मरति, जपं करोति, ध्यानं करोति, अभिलेखे अभिलेखे लिखति, अभिलेखे लिखति, स्मृतौ लिखति, उपदिशति, घोषते, पाठयति इति अर्थाः. आद्यानार्थे अस्ति चेत् मित्, अतः णिचि मितां ह्रस्वः इत्यनेन उपधायां ह्रस्वः स्वरः ह्रस्वः. ओके, आद्यानार्थे स्मृ योगः णिच् अचोन्निति इत्यनेन वृद्धिः भवति. स्मार् इति भवति, स्मार् योगः ई स्मारि इति नूतनधातुः. मितां ह्रस्वः इत्यनेन स्मृधातु, मितां ह्रस्वः इत्यनेन स्मरि इति निजन्तधातुः सिद्ध्यति. तस्य लटीरूपं स्मरयति इति लटीरूपम्. अपरेषु अर्थेषु सो दिस् इस् आद्यानार्थे. अपरेषु अर्थेषु स्मृयोगः णिच् अचोञ्जुनिति इत्यनेन वृद्धिः भवति. स्मार् योगः इ स्मारि इति निजन्तधातुः, मितां ह्रस्वः इति न, स्मारि स्मारयति इति अपरेषु अर्थेषु. अपरेषु अर्थेषु इति लेखे अभिलेखे लिखति, देन् उपदिशति, पाठयति. तस्य टु रिमेम्बर्, टु रिकलेक्ट्, टु थिङ्क् अपान्, टु रिसैट् मेण्टलि, टु मेमरैस् इति अर्थः अस्ति. तत्र अस्माकं प्रथमम् आसीत् आध्यानार्थे, तत्र स्मरयति इति भवति. अपरेषु अर्थेषु स्मारयति, स्मारयति. सो आद्यानार्थे इस् ओन्ली लैक् जपं करोति, संथिङ्ग् लैक् ध्यानं करोति. थिङ्क् अपान् इति भवति वा आध्यानम्. एक्सैट्मेण्टलि न भवति आध्यानार्थे इत्युक्ते आध्यात्म इति तत्त्वेन एव भवति. दट्स् इण्टर्नलि टु रिसैट्. तदेव थिङ्क् अपान् इति अर्थे भवति वा स्मृ आध्याने इत्येव, तस्य अर्थः अपि आध्याने एव. अभिलेखे लिखति इत्युक्ते किं, स्मृतौ लिखति रेकार्ड् इति न? आं भगिनि, लिखति टु रेकार्ड्. माता पुत्रं स्मारयति इति आगच्छति चेत् सः किमपि स्मारयति आध्यान इत्युक्ते रिमेम्बरिङ्ग् पेन्सिव् सोर् आफ़् रिकलेक्षन् मेडिटेशन् तद् स्वस्य अर्थे एव भवति किल रिमेम्बरिङ्ग् सो अर्थः स्मरति जपं करोति ध्यानं करोति इत्यर्थे एव स्मरयति सो अभिलेखे लिखति उपदिशति घोषते पाठयति ऐ गेस् आल् दोस् आर् आल् स्मारयति अग्रे पठामि वा भगिनि स्मरयति इत्युक्ते तत्र स्मरयति इत्यस्मिन् वाक्ये कथम् आगच्छति गुरुः शिष्यं स्मरयति इति वा आं स्मरयति स्मारयति इति भिन्नमस्ति स्मरयति स्मारयति इत्युक्ते रिमैण्ड् इति अर्थे भवति किल स्मरयति इत्युक्ते तत्र आध्यानम् इति वदति इति जपं करोतु इति प्रेरयति ध्यानं करोतु इति प्रेरणा किल किं भगिनी विजया भगिनी न श्रूयते अत्र प्रयोजककर्ता कार्यं कर्तुम् अन्यः प्रेरयति तदेव तदेव वाक्ये कथम् आगच्छति इति शिक्ष गुरुः शिष्यं स्मरयति माता पुत्रं स्मारयति स्मारयति सम्यक् इति चिन्तयामि अहं पठामि वा भगिनि आम् आं भगिनि ऋकारान्तदातु ऋकारान्तदातूनां पुक् आगमः ऋ गति प्रापणयोः द्वादिगणे अस्ति लटि ऋच्छति इति पाग्राद् मास्तां न दाण् दृशि अर्ति सति सदसदां पिब जिग्र दम तिष्ठ मन यच्च पश्य ऋच्छ दौशीयसीताः इत्यनेन क्षितिपरे अस्ति चेत् ऋस्थाने ऋच्छ इति धात्वादेशः भवति अर्थः गच्छति गन्तव्यस्थानं प्राप्नोति लभते इति ऋचि अर्पयति गमयति क्षेपयति इति अस्ति अत्र किमपि वक्तव्यं न इति भवति अर्ति ह्री व्ली रीक्ष्णो ई रीक्ष्णु ईक्ष्मायातां पुनौ इति सूत्रेण ऋधातोः अपि पुक् आगमः भवति निचि प्रत्यये परे अस्ति चेत् अर्ति ह्री व्ली रीक्ष्णु ईक्ष्मायाताम् अत्र ऋधातोः एतत् सूत्रेण अत्र अपि पुक् आगमः भवति निच् प्रत्यये परे अस्ति चेत् इदानीं पुगन्धलघुपदस्य च इत्यनेन एतत् पूर्वं पठितवन्तः खलु पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुः अस्ति चेत् तत्र गुणः भवति एतत् पूर्वमेव वयं दृष्टवन्तः इदानीं ऋ योगः निच् अति ह्री व्री ह्री नु मायातं पुं नौ इति सूत्रेण ऋ योगः पुक् आगमः भवति ऋ योगः पुक् योगः निच् इदानीम् अत्र अनुबन्धलोपानन्तरं ऋ योगः पु योगः इप् योगः इ एव तिष्ठति इदानीं ऋप् योगः इ पुगन्तलघुपदस्य च इत्यनेन गुणः भूत्वा अर्प् योगः इ भवति सनादन्त्यदातवः एतत् अतः अर्पि इति निजन्तदातुः अर्पि योगः शप् भवति अर्पि योगः शप् योगः ति एतत् सार्वधातुक आर्धधातुकयोः अनन्तरं यचो एचो यव यावः एतत् सूत्रं कृत्वा अत्र अर्पयति इति अन्तिम निजन्तरूपं भवति इति अजन्तदातूनां विशेषनिजन्तरूपाणि अग्रे हलन्तदातूनां विशेषनिजन्तरूपाणि परिशील्यन्ते अर्पयति इति शुभरात्रिः भगिनी नमस्कारः धन्यवादः अर्धघण्टा अस्ति भगिनि, परन्तु भवत्या एतत् विषये अग्रिमपाठः किम् अस्ति इति न प्रेषितं खलु? न, अहं न तद् न चिन्तितवती. अहं तु दीर्घपाठः इति चिन्तयित्वा तद् न प्रेषितवती. मया चिन्तितम् अर्पयति इत्यस्य वाक्यं चिन्तयन्ती अस्मि. अर्चकः देवं तादृशं न आगच्छति. प्रेरणार्थकः अर्पयति, अर्पयति इति मात्रा पुत्रं पूजनार्थं पुष्पं ददाति इति अर्पयति इति सूचितवती तत्र. अर्पयतु इति अर्पयतु इति माता पुत्रेण देवाय फलम् अर्पयति इति भवति वा? तादृशं सा प्रेरयति, पूजां करोतु इति. अस्तु, इदानीं हलन्तपाठः आरम्भं कुर्मः. तत्र एव स्थानिवत् भावस्य विषये आगच्छति. तद् प्रायः अग्रिमसप्ताहे तस्मिन् विषये पश्यामः. प्रेरणार्थे निच् विशेषदा हलन्तदर्व त्रि भगिनि, 03703 प्रेषयितुं शक्नोति वा इदानीं? हा, चाट् बाक्स् मध्ये प्रेषयिष्यामि. अस्तु भगिनि. भवान् इदानीं क्रमः, भवतः क्रमः. महोदय, भवान् आरम्भं करोतु, अहं विद्याभगिनी प्रेरणार्थे निच् विशेषाः हलन्तदातवः. गते करपत्रे प्रेरणार्थे निचि विशेष अजन्तदातवः अवलोकिताः. अधुना विशेष हलन्तदातवः परिशीलनीयाः. एकैकस्मिन् पाठे यत्र सामान्यरूपाणि दत्तानि तदा विशेषरूपाणि दत्तानि भवन्ति. तत्र केवलं कानिचन विशेष उदाहरणानि इति न, अपि तु संस्कृतभाषायां यावन्ति विशेषरूपाणि तानि सर्वाणि क्रमेण अर्थाध्यायं दीयन्ते, सूत्रक्रमाधारेण अत्र उपस्थाप्यन्ते. इतः अग्रे इतोपि विशेषरूपाणि न सन्ति एव. मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिद्ध्यति. यदा तया एका प्रक्रिया पाठ्यते तदा द्विसहस्रं धातून् अवलम्ब्य पाठयति सा. एकः अपि धातुः न अवशिष्यते. अतः कश्चन धातुः विशेषेषु नोक्तं चेत् स च धातुः सामान्यः एव. इत्थञ्च मातुः पाठं जानाति चेत् सर्वान् धातून् जानाति. अत्र मातुः पाठस्य वैशिष्ट्यम् इति अत्र विशेषदातवः तत्र यदि विशेषं नास्ति चेत् तत् सामान्यमिति ते सामान्याः इति अस्माभिः अवगन्तव्यम्. यत्र विशेषधातूनां रूपाणि तत्र पृथक्तया मात्रा दीयते. अस्मिन् करपत्रे सर्वे दातवः हलन्तदातवः एव, येषां रूपाणि विशिष्टानि. सामान्य हलन्तदातूनां कार्यम् अतोपदायाः पुगन्तलघुगतस्य च इति सूत्राभ्यां सिद्ध्यति. अस्मिन् करपत्रे ये दातवः पठिताः तेषाम् आधिक्येन विशिष्टाः आगमाः आदेशाः च सन्ति, यथा अजन्तदातूनां स्थितिः. अतः तत्र किमर्थं हलन्तदातूनां तत्र विशेषदातवः इत्युक्ते तत्र अत्र सामान्येन तत्र अथ उपादायाः अथवा पुगन्धसूत्रस्य प्रसक्तिः भवति अत्र भवति चेत् अस्ति चेत् अत्र आगमः भवन्ति, आगमः अथवा आदेशाः भवन्ति इति. यथा वयं दृष्टवन्तः आजन्तदातूनामपि विशेष अजन्तदातूनां विशेषदातवः दृष्टवन्तः. अत्र प्रथमम् अस्ति दात्वादेशः भवति हलन्तदातूनां. निचि अगे पठामि वा? धात्वादेशः प्रथमं धात्वादेशः अपि च अस्ति आगमः भवति आदेशः भवति प्रथमं धात्वादेशः इति परे के के धात्वादेशः भवन्ति इति सूत्रे उच्यते इति अत्र सूच्यते प्रक्रिया एवमस्ति यद् धातोः पूर्णतया आदेशः अस्ति तदा अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने आदेशः विहितः भवति सप्तम्यध्यायस्य तृतीयपादस्य अनुवर्तनक्रमे इमानि सूत्राणि आयान्ति अस्मिन् प्रकरणे आरम्भे अजन्तधातूनाम् आगमः तदा क्रमेण हलन्तधातूनां धात्वादेशः गतपाठे अजन्तधातूनाम् एते आगमाः प्रदर्शिताः अस्तु तत्र धात्वादेशः अस्ति धात्वादेशः भवति णिचि प्रत्यये परे भवति चेत् तत्र प्रक्रियायां धातोः पूर्णते आदेशः अस्ति तदा अलोन्तसित्तेन अन्तिमवर्णस्य एव स्थाने भवति इति वयं जानीमः सप्तमध्यायस्य तृतीयपाद आरभ्य भवति इति एतानि सूत्राणि सन्ति इति तृतीयाध्याये सोरि तृतीयपादे क्रमेण तत् क्रमेण प्रथमम् अजन्तधातूनां सूत्राणि स्थापितानि अनन्तरं हलन्तधातूनाम् अजन्तधातूनां वयं पठितवन्तः अति श्री वि क्षम मायातां पुग्नौ इति अत्र षट्त्रिंशत्तमं सूत्रमस्ति पुगागमः भवति अत्र शाश्वासावाह्व्यपां युपागमः युक् इति भवति अत्र 37 ओ विधूनने जुक् इत्युकागमः भवति अत्र तत्र वः इति अत्र विजयति वा अत्र तत्र वाजयति वा वाजयति वः विधूनने लीलो लुक् लुक् अन्यतरस्यामिति स्नेहविपातने वयं दृष्टवन्तः बियाहयतु वयसु इति अपि एते सर्वाणि एतानि सर्वाणि अजन्तदातूनां कृते विशेष आदेशाः विशेष अजन्तदातव तेषां कृते इदानीं हलन्तदातूनां धात्वादेशः प्रथममस्ति स्वाय् धातुः स्वाय् इति भवादिगणे लटि स्वायते अर्थः स्थूलः भवति अत्र आदेशः अस्ति स्वायो स्वायः वः इति स्वायो वः इति निचि प्रत्यये परे स्वाय् धातोः स्थाने व आदेशः भवति अलोन्तसिक्तनेन अन्तादेशः सफायः षष्ट्यन्तं वः प्रथमन्तं द्विपदमितं सूत्रं स्वायः इति षष्ट्यन्तं वः इति प्रथमन्तं द्विपदमितं सूत्रम् अस्ति अतिरीलीरि क्षमाय यातां पुग्नौ इत्यस्मान्नौ इत्यस्तनिवृत्तिः अनुवृत्तिः सूत्रमस्ति सफायः सोरि स्वायः वः नौ इति तर्हि स्वा इति हेतुमति चेत् चितनेन तत्र प्रयोजकव्यापारे उपेक्षणादौ वाच्ये धातोः णिच् स्वायोग णिच् इदानीं स्वायो वः इत्यनेन स्वायधातोः वकारादेशः तर्हि स्वाव् योग इ स्वावि इति तर्हि स्वावि इति धातुसंज्ञा अस्ति सनातनधातव इत्यनेन निजन्तरूपमस्ति स्वावि योग शप् स्वादे स्वा क्षमतां स्वावि शप् इति स्वावयति इति स्वाहयति इति अर्थः कः स्थूलः भवति स्थूलः स्वादिगणे दृष्टवन्तः वा सामान्यधातु अस्ति दृष्टवन्तः प्रायः कार्यं नास्ति खलु तत्र गुणस्य कार्यं नास्ति अतः तत्र तत्र तु भ्वादिगणयः तु नवतितमस्तातवः तत्र एव सन्ति किल अतः वयं सर्वं न दृष्टवन्तः नवति प्रतिशत टु ग्रो टु इन्क्रीस् टु एक्स्पाण्ड् इति अर्थः मोटा होना इति आत्मनेपदि धातुः अकर्मकः अधिकं मधुरं दत्त्वा स्वापयति स्वापयति तत् अकर्मकधातुः अस्ति द्वादिगणे कर्मकः स्वायति इति बालकः स्वायति अधिकं पिज़ां भुक्त्वा पिज़ां खादित्वा खादित्वा स्वायति अद्यतन स्वयं न पीजामेव तत्र प्रेरकः अस्ति तस्य अनेन वर्धते इत्यस्य वर्धते इत्यस्मिन् अर्थे भवति खलु अत्रापि वर्धतु अपि अकर्मकः अस्ति स्वामी तत्र तत्र किमस्ति कर्म तत्र कर्तुः एव भवति खलु तत्र स्थूलः अतः कर्त्राश्रयः भवति फल अपि अतः तत्र कर्मकः भवति परन्तु अत्र माता पुत्रं स्वाहयति इति भवति किमपि तदेव तदेव अहम् उक्तवती पीजा पीजा एव तस्य प्रेरणा प्रेरयति अतः अनेन सह अहेतुः अस्ति कारणम् अनेन सह स्पाय् स्पाय् स्पाय् स्वयं न स्वायति प्रेरणार्थे अत्र प्रेरणा तादृशं समीचीनं सम्यक् एव यदा वयं प्रथमपरिचये पठितवन्तः मातुः मातुः यदा वयं तत्र द्विसहस्रधातूनाम् अपि अभ्यासः भवति वयं स्मरामः वा न इति भिन्नवार्ता परन्तु द्विसहस्रधातवः धातूनाम् अपि अभ्यासः तु भवति एव अस्मिन् निच् प्रत्यये एव वयं बहवः नूतनदातवः दृष्टवन्तः किल अस्तु धन्यवादः महोदय उषा भगिनि षद् दातु षथ आं भगिनि षद् धातुः षद् भ्वादिगणे तुतादिगणे च तुतादिगणे च अर्थः शातने जीर्णं भवति क्षीणं भवति लटि क्षीयते उभयत्र भ्वादिगणे तुदादिगणे क्षीयते क्षितिपरे पाग्राद्मा इत्यनेन क्षीय इति दात्वादेशः शतेः शितः शतेः शितः इत्यनेन यद्यपि अयं धातुः परस्मैपति किन्तु क्षितिपरे आत्मनेपति एव भवति शतेः शितः तदर्थं लटि हीयते किन्तु लृटि शत्स्यति लृटि शत्स्यति हीयते इत्यस्य अर्थः कृशः भवति ओ स्थूलः भवति नौ कृशः भवति क्षीयते इत्यस्य अर्थः कृशः भवति क्षीणः भवति उभयोः गणयोः प्रेरणार्थे शातनम् इत्युक्ते पीडनम् अस्मिन् अर्थे केवलं निजन्तरूपं सम्भवति कष्टं ददाति पीडां करोति इति अर्थे केवलं निजन्तरूपं यतोहि अणिजन्ते षद् धातुः अकर्मकः निजन्ते अस्य धातोः अन्यः अर्थः निजन्ते अस्य धातोः अन्यः अर्थः अपि अस्ति गत्यर्थकः अनुधावति इति अणिजन्तषद् धातोः अण्निजन्तषद् धातोः शीय इति धात्वादेशः भवति अनेन सूत्रेण पाग्राद्मा स्थाम्ना दाण् दृशि अर्ति सर्ति षद सतां पिब जिग्र दम तिष्ठ मन यच्छ पश्य ऋच्च धौ शीय सीदाः पाग्राद्मा इत्यादीनां स्थाने पिब जिग्र दम एते आदेशाः भवन्ति क्षितिपरे केवलं क्षितिपरे इति ध्येयम् अतः पिबति परन्तु पास्यति इति अतः पिबति परन्तु पास्यति इति पाश्च ग्राश्च ध्माश्च सद् च तेषाम् इतरेतरद्वन्द्वः पाग्राद्मा ताम्ना दान् दृशि अर्ति सर्ति शत सतः तेषां पाग्राद्मा स्थाम्ना दान् दृशि अर्ति सर्ति षद् सतां पिबश्च जिग्रश्च दमश्च सीदश्च तेषाम् इतरेतरद्वन्द्वः पिब जिग्र दम तिष्ठ मन यच्च पश्य ऋच्च धौ हीय सीताः पाग्राद्मास्ताम्ना दाण् दृशि अर्ति सर्ति शतशतां षष्ट्यन्तं पिब जिग्र दम तिष्ठ मन ऋच्छ पश्य ऋच्च धौ शीय सीदाः प्रथमान्तं द्विपदमिदं सूत्रं ष्टिभु क्लमु च मां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पाग्राद् मा स्थाम्ना दान् दृशि अर्ति सर्ति शत सताम् अङ्गस्य पिबजिग्रदम तिष्ठमन यच्च पश्य ऋच्च दौ शीय सीताः शिति पाग्राद्मा इति धातोः कृते धातु आदेशः भवति शिति प्रत्ययः परः अस्ति चेत् क्रमेण आदेशः अपि सूत्रं ददाति षद्वित्यस्य कः आदेशः इत्येव षद्वित्यस्य अश्य इति आदेशः भवति धात्वादेशः भवति अनेन सूत्रेण निजन्ते निजन्ते शतेरगतौ तः शतेरगतौ तः षद् धातोः तकार आदेशः भवति निचि परे अगत्यर्थे न गतिः अगतिः तस्याम् अगतौ तस्याम् अगतौ अलौन्तस्य इत्यनेन अन्तादेशः शतेः षष्ट्यन्तम् अगतौ सप्तमी अन्तं तः प्रथमान्तं तः इत्यस्मिन् अकारः उच्चारणार्थमेव अस्ति अर्ति ह्रीव्लीरीक्नु युष्मायातां पुनौ इत्यस्मात् णौ इत्यस्य अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं शतेः तः णौ अगतौ अगतौ अर्थे षड् धातोः कृते थ इति णौ णिच् प्रत्ययः परः अस्ति चेत् दकारस्य स्थाने तकार आदेशः भवति शतेरगतौ तः इति सूत्रेण शतेरगतौ तः अत उपदायाः उपदायाम् अतः वृद्धिः निति निति प्रत्यये परे अगत्यर्थे षद् इति धातोः अगत्यर्थे हेतुमति च इति सूत्रेण षद्योगः णिच् भवति णिच् आगच्छति षद्योगः णिच् शतेरगतौ तः इत्यस्मात् दकारस्य स्थाने धातोः दकारस्य स्थाने तकार आदेशः भवति षद् इति षत् भवति षत् योगः इ इति अस्ति अत उपादायाः इति सूत्रेण अकारस्य षद् इति अकारस्य उपदाकारस्य वृद्धिः भवति शाति इति निजन्तधातुः भवति निजन्तधातुः कृते लटीरूपं शातयति इति लटीरूपं भवति दिस् इस् अगत्यर्थे गत्यर्थे गत्यर्थे इदानीं षद् योगः णिच् इति स्थिते षद् योगः णिच् षद् योगः इ अत उपदायाः इत्यनेन उपदा वृद्धिः भवति शादि इति भवति गत्यर्थे तकारस्य स्थाने तकार आदेशः नास्ति अगत्यर्थे एव शतेरगतौ तः इति सूत्रम् आगच्छति गत्यर्थे अत उपदायाः इत्यनेन शादि इति निजन्तधातुः लटीरूपं तस्य लटीरूपं शादयति इति रूपं भवति शादयति इत्यस्य उदाहरणं काशिकायां पुष्पाणि शातयति पुष्पाणि शातयति शातयति शातयति अगत्यर्थे ओके शातय पुष्पाणि शातयति नाम क्षीणं कारयति अन्यत् उदाहरणं दुर्जनः सज्जनं शातयति नाम पीडयति दुर्जनः सज्जनं शातयति शादयति इत्यस्य उदाहरणं काशिकायां गोपालकः गाः शादयति दिस् इस् कथ्यर्थे ओके अन्यत् उदाहरणं भारतसेना शत्रुसेनां शादयति गमयति इत्यर्थः ओके भारतसेना शत्रुसेनां शादयति अपि अकर्मकधातुः एव भुवादिगणे षट् धातुः टु पेरिश् टु फाल् टु विदर् टु डीके टु वेर् आफ् टु फाल् टु वेन् टु थ्रो डौन् टु फेल् न फाल् फाल् एव फैल् काल् इति द्विवारं लिखितं अत्र गीतायां छिदन्ति मम गात्राणि छिदन्ति मम गात्राणि अस्तु अस्तु आम् सत्यम् अतः एव तत्र पुष्पाणि किम् आसीत् पुष्पाणि शाखयति वितर् वितर् इति अर्थे पेरिश् ओर् वितर् इति अर्थे द्वितीयम् किम् आसीत् क्षीणका इति दुर्जन तद् समीचीनं दुर्जनः सज्जनं शाखयति पीडयति गोपालकः घां गाः शादयति बहुवचनं द्वितीया बहुवचनं गाः शादयति अन्यधातोः कृते अपि काशिकायां प्रायः सरलं न भवति तावदेव अस्ति एव सरलं न भवति एतद् एतानि वाक्यानि तु अवगन्तुं सम्यक् अस्ति सरलम् आं भगिनि षड् धातुः शातयति छादयति अग अद्य प्रायः आं महोदय वदतु उच्चारणे दोषः भवति अर्थदोषः परिवर्तनं भवति आम् सत्यं गोपालकः गाः शातयति इति वदति पीडयति इति अर्थः आम् आम् आम् आं सत्यं सत्यं सत्यं सत्यं सत्यं सत्यं भारतसेनाशीदन्ति सीदन्ति मम गात्राणि न सीदन्ति इत्यस्य अर्थः टु फेल् इति एव टु वीक् षड् धातोः कृते अपि बट् सीदन्ति अपि भवति सद् सद् धातु प्रायः सद् इति एकः धातुः अस्ति किल सदसदाम् ओ अस्तु अस्तु सदा सद् सद् इति अपि अस्ति सद् इति धातुः अस्ति तदपि सीदन्ति न तु सीदन्ति सीदन्ति आमां सत्यं सीदन्ति शियै सीदन्ति इति सद् धातुः भ्वादिगणः आमां सीदति इति एकवचनं सीदन्ति इति बहुवचनं तद् समीचीनम् अद्य प्रायः अत्र स्थगयामः रुक् धातुः आरभ्य पठामः अग्रिमसप्ताहे अस्मिन् करपत्रे एव यदा महोदयः गतसप्ताहे पृष्टवान् तत् स्थानिवद्भावस्य विषये आगच्छति तदपि लिङ्क् अहं प्रेषयिष्यामि अग्रिमसप्ताहे अस्तु धन्यवादः गुरुपूर्णिमा नमस्कारः भगिनि आं धन्यवादः भगिनि भवत्याः अपि धन्यवादः भगिनि ऐ शुड् टेल् यू भगिनि नाट् यू न गुरुः सर्वत्र अस्ति किल सर्वेषां नमस्कारः भगिनि नमस्ते